गतरविवासरे अस्माभिः गुणकृते सर्वाणि सूत्राणि दृष्टानि, के के कानि कानि सूत्राणि सन्ति ये यानि यानि कथयन्ति गुणं करोतु करोतु, कानि कानि सूत्राणि सन्ति कथयन्ति यत् गुणं मा करोतु इति सर्वम् अस्माभिः परिशीलितं गतरविवासरे. अद्य अभ्यासं कुर्मः, गुणाभ्यासः. तस्मात् पूर्वम् एकवारं पुनः द्रक्ष्यामः यत् के के कानि कानि सूत्राणि सन्ति. अस्तु, तर्हि के के सन्ति अत्र? अमित् महोदय अस्ति खलु? आं महोदय. नमस्ते महोदय. गुणकृते प्रथमसूत्रं किमस्ति, मुख्यसूत्रम्? मुख्यसूत्रमस्ति सार्वधातुक अर्धधातुकयोः. तस्य आशयम् एकवारं वदतु. इत्यनेन सूत्रेण इगन्तस्य गुणस्य इगन्तस्य अङ्गस्य गुण गुणादेशः भवति. इत्युक्ते धातोः अङ्गस्य अन्तिमवर्ण वर्णः इकः इकः अस्ति चेत् तस्य गुणः भवति. इत्युक्ते किम्? इक् इत्युक्ते इत्युक्ते इक् प्रत्याहारः. इ उ रु तत्र केवलं ह्रस्व इ उ रु अथवा दीर्घमपि अस्ति? दीर्घमपि अस्ति. अस्तु, एकमस्ति यत् केवलं धातुकृते नास्ति, अपि तु कोऽपि अङ्गः अस्ति चेत् इगन्त अस्ति चेत् गुणः भवति. धातु केवलं न, कोऽपि. अस्तु, तर्हि एकं सूत्रमस्ति सार्वधातुक आर्धातुकयोः. तर्हि अस्य सूत्रस्य निमित्तं किम्? आर्धधातुक अथवा सार्वधातुकप्रत्यय परे अस्ति चेत्. तर्हि अत्र सार्वधातुकस्य अत्र चर्चा अस्ति. सार्वधातुक इत्युक्ते किम्? सार्वधातुक इत्युक्ते तिङ्क्षित् सार्वधातुकम् इत्यनेन तिङ् प्रत्यय अथवा षित् प्रत्ययस्य सार्वधातुकप्रत्यय संज्ञा युज्यते. अस्तु, उत्तमं महोदय, धन्यवादः. धन्यवादः. तर्हि मीना महोदय अस्ति खलु? मीना चन्द्रेश. आम्, नमस्ते. गुणकार्यस्य कृते द्वितीयसूत्रं किम्? Sir, please, those who don't talk, please mute. कस्यचित् गृहे शिशुः अस्ति वा अथवा टि वि अस्ति वा, तत् कृपया म्यूट् करोतु. मीना महोदय, द्वितीयसूत्रं किम्? त्रिंशत् सार्वधातुकं सार्वधातुक पुगन्तलघुपदस्य. आम्, पुगन्तलघुपदस्य, तत् किं कथयति? यत्र उपधायां ह्रस्व इकः गुणः अस्ति, तत् तस्य इकः गुणः भवति. यत्र उपधायां ह्रस्व इकः अस्ति तस्य गुणः भवति. तर्हि उपधा इत्युक्ते किम्? अन्तिमवर्णस्य पूर्ववर्णः. अन्तिमवर्णस्य साक्षात् पूर्ववर्णः, साक्षात् पूर्ववर्णः. तर्हि अस्य सूत्रस्य निमित्तानि कानि? लघु लघु उपदस्य उपधाय अस्ति चेत् बुद्ध धातोः उदाहरणं बुद्ध शप् इति चेत् उपधा लघु इक्वर्णः, तस्य गुणः भवति, बोधयति इति. अन्यनिमित्तं किम्? अन्यनिमित्तं किम्? आ, भ्वादिगणे भ्वादिगणे इत्युक्ते न सार्वधातुकम् अस्ति चेत् अग्रे प्रत्ययः सार्वधातुकम् अस्ति खलु वृत् वृत् भ्वादिगणे वर्तते भवति वृत् अहं तत् न वदामि अहं वदामि निमित्तम् अस्ति सार्वधातुकम् अपि अस्ति खलु अग्रे अस्ति खलु तत्र परे सार्वधातुकप्रत्ययः अस्ति चेत् उपधायां लघु इक् वर्णः अस्ति चेत् गुण भवति इति केवलं लघु इक् न तत् तेषाम् अनन्तरं सार्वधातुकप्रत्ययः अपि भवेत् इति अस्तु तिंशत् सार्वशप्रत्ययं तिंश सार्वधातुकप्रत्ययम् आम् भवति चेत् उपधा वर्णस्य लघु उपधायाः गुणः भवति अस्तु धन्यवादः महोदय तर्हि केवल सार्वधातुक वा सार्वधातुक अर्धधातुकयोः वस्तुतः अर्धधातुकः अपि अस्ति परन्तु अस्माकम् अधुना कृते सार्वधातुकमेव अस्ति अतः सार्वधातुकमेव मया उक्तम् परन्तु अनुवृत्ति तु सार्वधातुक अर्धधातुकयोः वस्तुतः अर्धधातुक अस्ति ओके थैंक यू अस्तु लीना दोषी अस्ति खलु आम् अस्मि आम् महोदय तदनन्तरं केन सूत्रेण गुणः न भवति किङ्ति च आम् इति सूत्रेण गुणः न भवति तस्य किम् आशयं तस्य आशयं अपि भवति यद्यपि सार्वधातुकम् अपित् अस्ति तर्हि तदपितं गीत्वत् भवति इति न न महोदय तत्तु सार्वधातुकम् अपित् इति सूत्रेण आम् तत्तु भिन्नसूत्रमस्ति सार्वधातुकम् अपित् यत् वदति यत् सार्वधातुकं प्रत्यय यदि पित् नास्ति तत् नित्वत् परन्तु निति च इति सूत्रं किं दत्तम् इकः स्थाने गुणः वा वृद्धिः न भवति किन्ति च इति सूत्रेण कदा न भवति यदि गित् कित् ङित् अस्ति यः प्रत्ययः गित् कित् ङित् अस्ति तं प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृद्धिः भवति स्म तद् वृद्धि गुणः वा वृद्धिः न भवति किङ्ति च इति सूत्रेण तत्तु भवती पठित्वा वदति या अहं पठित्वा एव वदामि स्वशब्दैः कथयति ओके यदि प्रत्यये ग इद्भवति क इद्भवति वा ङ इद्भवति चेत् तर्हि इक् इक् इक् प्रत्याहारस्य स्थाने नाम इ उ रु लु इति स्थाने गुणः वा वृद्धिः न भवति अधुना वृद्धिः विषये चिन्ता न करणीयमस्ति गुणः इति विषये एव चिन्तनम् अस्ति अतः गुणः न भवति किञ्च इति सूत्रेण आम् उत्तमं परं तर्हि अत्र कुत्र कुत्र अत्र गुणकार्यं न भवति अस्माकं प्रसङ्गे अत्र न जाने न न भवती जानाति निति च इति सूत्रेण गुणकार्यं न भवति इति सामान्यसूत्रमस्ति परन्तु तस्य अस्माकं प्रसङ्गे अत्र तस्य कार्यं कथं भवति यदि दिवादिगणम् अस्ति चेत् तर्हि दिवादि नहि दिवादि षष्ठगणः हा तुदादिगणः अस्ति चेत् तत्र विकरणः अस्ति श तत्र प प इति अनुबन्धस्य प्रसक्तिः नास्ति प इति अनुबन्धः नास्ति एव अतः तद् श इति अपित् अस्ति इति मन्ये, न जाने अहं योग्यं वा अयोग्यं. सत्यमस्ति. ओके, सो अतः तत् च इति अपित् अस्ति. यदि अपित् अस्ति चेत् अधुना सार्वधातुकम् अपित् इति सूत्रेण अपित् भवति, तत्पश्चात् सार्वधातुकम् अपित् गित्वत् भवति इति तत् सूत्रं वदति. गित् अस्ति अतः गीत्वत्, अतः गीत्वत् अस्ति अतः किन्ति च इति सूत्रस्य उपयोगः कुर्यते क्रियते इति अस्ति. सरलमेव अस्ति, भवती जानाति एव तत्र. अहं जानामि किन्तु मम संस्कृतस्य वदनस्य इतोपि अस्तु तर्हि. अनया रीत्या एव तस्य वर्धनं भवति खलु. आं सत्यं, प्रयत्नं करोमि. आमाम्, उत्तमं, धन्यवादः महोदय. सुधादिगणे यथा महोदया उक्तं, सुधादिगणे प्रत्यय विकरणप्रत्ययः अस्ति श, तत् षित्तु अस्ति, अतः सार्वधातुक आर्धातुकयोः सूत्रस्य प्रसक्तिः तु भवति, गुणकार्यस्य प्रसक्तिः तु भवति, परन्तु प्रत्ययः अपित् अपि अस्ति, तत्र पकारः पित् नास्ति, अतः सार्वधातुकम् अपित् इति सूत्रेण श प्रत्ययः नित्वत् अपि अभवति. नित्वत् भवति, अतः निति च इति सूत्रेण गुणकार्यस्य प्रसक्तिः अस्ति, तदापि गुणकार्यं न भवति. अतः पुगन्तलघुपदस्य सूत्रस्य कार्यं न भवति, सार्वधातुकार्धातुकयोः इति सूत्रस्य कार्यं न भवति, गुणकार्यं न भवति इति मुख्या वार्ता अस्ति. अस्तु, तर्हि प्रायः सर्वे अवगच्छन्ति एव. कोऽपि प्रश्नः अस्ति वा? नास्ति चेत् अद्य अभ्यासं कुर्मः. गतरविवासरे एव अस्माभिः आरब्धितम् संशयः अस्ति सो गाङ्गुणादिभ्यो अन्यत् इति सूत्रे कथं वयं ज्ञातव्यं यत् एव अनुवृत्तिः भवति, अन्यभागः न भवति इति? तस्य किमपि अर्थं न अस्ति अग्रिमसूत्रस्य कृते. यस्य अर्थः अस्ति तदेव तस्य एव अनुवृत्तिः भवति. यदि भवती पृच्छति कथं जानाति अर्थः अस्ति वा, तत्तु अभ्यासेन एव वयं ज्ञातुं शक्नुमः. तर्हि अष्टाध्यायी अस्ति खलु, पाणिनिना रचिता अस्ति अष्टाध्यायी, परन्तु अष्टाध्याय्याः अपि बहु किमस्ति व्याख्यानाः सन्ति. महाभाष्यमस्ति, तदनन्तरं कात्यायनस्य ग्रन्थः अस्ति. तेन एतत् व्याख्यानं पठित्वा एव ज्ञातुं शक्यं वा? अहं मया तु व्याख्यानं साक्षात् न पठितुं, परन्तु आं केवलं अष्टाध्यायी पठित्वा सर्वसंशयं विमुक्तं भवति इति तु नास्ति. अभ्यासस्य व्याख्यानस्य अपि आवश्यकता तु भवति एव खलु, अभ्यासः करणीयः. गुरुपरम्परया ज्ञातुं शक्यते महोदय. किं महोदय? गुरुपरम्परया ज्ञातुं शक्यते. आम् अस्तु, अतः एव मुनित्रयं वन्दनीयमस्ति. आं, मुनित्रयं वन्दनीयं. केवलम् अष्टाध्यायी तु मुख्यरचयिता, तदनन्तरं व्याख्यानाः अपि मुख्याः सन्ति. अस्तु महोदय. अस्तु अस्तु, तर्हि अभ्यासं कुर्मः. अधुना कोऽस्ति? मलार् महोदय अस्ति खलु. आम्, नमस्ते महोदय. तर्हि करपत्रे प्रथमधातु अस्ति शुच्. करोतु शुच्, तस्य प्रथमपुरुषे एकवचनं लट्लकारे किमस्ति? शोचति सर्वदा क्रमेण वदतु सूत्राणि अपि वदतु करम् सुच्चयोगः सप्तयोगः सि लचक् प्रचन्ते इति अत्र सा गच्छति हरन्तस्य अतः पादि गच्छति आ एव तिष्ठति सु योगः आयोगः सि उकार अत्र इको इकः गुणवृद्धि इति सूत्रेण इकः स्थाने गुणः भवति सु उकारः ओकारः भवति शोचति इति इको गुणवृद्धिः परिभाषासूत्रम् अस्ति परन्तु मुख्यसूत्रं किम् अस्ति येन गुणकार्यं भवति इको एन इक भवती केन भवती केन सूत्रेण ज्ञातुं शक्नोति यत् शुच् तस्य शोच् भवति तस्य उकारस्य ओकारः भवति इति केन सूत्रेण भवती जानाति उगन्तस्य खलु केन न जानामि उगन्तलघुपदस्य इको गुणवृद्धिः तु केवलं वदति यत् यदि स्थाने न उक्तं तर्हि गुणकार्यम् अथवा वृद्धिकार्यम् इकः स्थाने करोतु परन्तु मूलतः गुणकार्यं केन सूत्रेण भवति पुगन्तलघुपदस्य च खलु तर्हि पुगन्तलघुपदस्य किं कथयति अस्य आशयं किं महोदय अत्र यत् लघुपदम् अस्ति चेत् गुणः आदेशः भवति तर्हि अत्र लघुपदम् अस्ति वा अतः शोच अस्ति सु इषु प्लस् इषु योग यु औ उकारः अस्ति लघुपदमस्ति अतः गुण भवति आम् तर्हि रूपं किं भवति शोचति अस्तु धन्यवादः महोदय तर्हि शुच् धातुतः शोचति इति रूपं निष्पद्यते आम् अस्तु विधि महोदय अस्ति खलु विधि महोदय अस्ति वा अस्मि यस्य गृहे डिस्टर्बन्स् अस्ति वा कृपया स्पृश् भवादिगणे वा महोदय स्पृशति स्पृशति वा महोदय स्पृश् इति दातु मीना महोदय मीना सुन्दरेशन् महोदय म्यूट् करोतु प्रायः भवत्याः ध्वनिमुद्रणे किमपि क्लेशः अस्ति एको भवति म्यूट् करोतु आम् स्पृश् लट्लकाररूपं स्पृशति स्पृश् योगः ष योगः ति अनन्तरं श विकर्णप्रत्यय लसक्वातिदत्ततौ अनेन इस् तस्य लोपः लोपः भवति आ विकर्णप्रत्यय अवशिष्टं पतति पृश् प्लस् अ प्लस् ति सित् इति चेत् तिङ् सित् सार्वधातुकम् अनेन सूत्रेण गुणकार्यं भवति सार्वधातुकसंख्या भवति अनन्तरं पुगन्तलघुपदस्य इति सूत्रेण सुधादिगणे अपित् पित् इति संज्ञा प इप् इति न भवति इति चेत् किन् एव कार्यं करोति किङ्ति च इति सूत्रेण किम् इति सूत्रेण गुणकार्यं न भवति प्रत्ययः णित्वा भवति सार्वधातुकम् अपित् णित् इति सूत्रेण अपित् णित्वत् भवति इस् अस्ति परन्तु गुणकार्यं प्रेरयति परन्तु गुणकार्यं न भवति अपित् अनेन सार्वधातुकम् अपित् णित् इति सूत्रेण ततःपश्चात् णित्ति च इति सूत्रेण गुणकार्यं कर्तुं न शक्नोति अनेन स्पृश् प्लस् अ प्लस् ति स्पृशति इति आगच्छति उत्तमं महोदय स्पृशति इति भवति स्पृशति इति भवति उत्तमं थैंक् यू धन्यवादः महोदय धन्यवादः अस्तु अग्रे रघुपति आचार्य महोदय अस्ति हा महोदय नमस्ते महोदय अग्रे करोतु जी नमस्ते जी जी भवादिगणे अस्ति इति इगन्तदातु अस्ति भवादिगणे अतः तस्य विकरणप्रत्ययः अस्ति शप् लट् लकार प्रत्ययः अस्ति तिप् जी योग शप् योग तिप् शकारपरयोः इत्संज्ञा भूत्वा तस्य लोपः भूत्वा जी योग आयोग ति अवशिष्यते षित् षकारस्य लोपः षित् अतः तिङ्क्षिक् सार्वधातुक सार्वधातुकं संज्ञातुकयोः इति सूत्रेण जी तस्य वर्णः अस्ति इकारस्य अतः जे आर् ति जे एकार एचो एचो यवायावः इति सूत्रेण सन्धिसूत्रेण जयति इति अन्तिमरूप निष्पद्यते आम् उत्तमं जयति इति भवति अस्तु धन्यवादः महोदय पुनरेकवारं वदतु अस्तु रघुपति महोदय स्पष्टं न एकवारं पुनः ओके जी भुवादिगणे अस्ति अतः इगन्तदातु अस्ति तस्य लट् लकाररूप अस्ति जयति अत्र लट् लकारस्य प्रत्यय अस्ति तिप् विकिरणप्रत्यय अस्ति कर्तरि शप् अतः जी योग शप् योग तिप् षकारपकारयोः इत्संज्ञा लशकत्वदिति अपि हलन्त्यमिति सूत्रेण इत्संज्ञा भवति. इत्संज्ञा भूत्वा तस्य लोपः भूत्वा आदर्शनं भवति. जि योग आयोग ति एव अवशिष्यते. अत्र शप् अस्य शिप् षित् अस्ति, शकारस्य इत्संज्ञा भवति. अतः तिङ्क्षित् सर्वधातुकयोः तिङ्क्षित् सर्वधातुकम् इति संज्ञा प्राप्नोति. यदा तिङ्क्षित् सर्वधातुकयोः अस्ति अङ्गस्य परे गुणः भवति सार्वधातुक आर्धधातुक आर्धधातुकयोः इति सूत्रेण. अतः जे गुणः भूत्वा जे योग आयोगति. अत्र अपि सन्धि भवति ये एकार अकारयोः मेलनेन सन्धि भवति. ऐ आदेशः भवति. एकारस्य स्थाने ऐ आदेशः भवति. यचो यावायावः यचो यवायावः इति सूत्रेण. अतः अन्तिमरूपम् अस्ति जयति. भानुमहोदय अवगच्छति वा? आं महोदय. अस्तु, अवगच्छति चेत् अग्रिमधातु अस्ति क्षिप्, भवान् एव करोतु. धन्यवादः रघुपति महोदय. आं महोदय. महोदय, क्षिप् क्षिपति इति वयं जानीमः. उदादिगणे अत्र उदादिगणे अस्ति इति. आम् महोदय, धन्यवादः. द्वादिगणे अस्ति तत्र विकर्णप्रत्ययदिगणे शकारः विकर्णप्रत्ययः अस्ति तत्र. योगः विकरणप्रत्ययः श अस्ति, शकारः नास्ति. शकारः इत्युक्ते केवलं शकारः, तत्र अ नास्ति इति. आम् आम् आम् आम् श तत्र विकरणप्रत्यये श अस्ति. शिप् योगः श योगः ति. तत्र लशक्व तद्धिते इति सूत्रेण तस्य लोपः इति सूत्रेण शकारः भवति, अकारः एव अवशिष्यते. क्षिप् योगः अकारः योगः ति. तिङ्क्षित् सार्वधातुकार्धधातुकयोः इति सूत्रेण तत् क्षिप् योगः अकारयोगः ति. महोदय, तिङ्क्षित् सार्वधातुकम् एकं सूत्रमस्ति, सार्वधातुकार्धातुकयोः अन्यसूत्रमस्ति. आम् महोदय. तत्र क्षिप्रयोगः अकारः योगः ति. तदनन्तरम् उपदायां तु तत्र इकारः एव. उगन्तल उपद तद् तु पकारः नास्ति अत्र. उगन्तल उपदस्य तद् नास्ति तत्र. तर्हि पुगन्तलघुपदस्य सूत्रस्य कार्यं प्रसक्तिः अत्र अस्ति वा नास्ति? अहं मन्ये इति नास्ति तत्र प्रसक्तिः नास्ति. तत् सूत्रम् अत्र एप्लिकेबल् अस्ति वा? तस्य प्रसक्तिः अस्ति वा? निमित्तम् तत्र तत्र अस्ति खलु. पुगन्तलघुपदस्य इति सूत्रस्य निमित्तानि कानि? उपदा तत्र लघु स्वरः लघु इक् इक् वर्णः इक् इक् तर्हि अत्र लघु अत्र तु इकारः अस्ति इकारः अस्ति अनन्तरं सार्वधातुकं प्रत्ययः अस्ति वा क्षिप् इति पकारः अस्ति अतः न एकनिमिषं क्षिप् धातु अस्ति तिङ्क्षित् सार्वधातुक तिङ्क्षित् सार्वधातुकम् इति सूत्रेण विकरणप्रत्ययः सार्वधातुकम् अस्ति वा अस्ति महोदय किं शकारः श इति अस्ति शकारः अस्ति अकारः अस्ति अतः तत् किञ्चित् सार्वधातुकम् अस्ति वा अतः सूत्रस्य प्रसक्तिः अस्ति खलु महोदय परन्तु गुणकार्यं भवति वा अपित् सार्वधातुकम् अपित् नित् इति सूत्रं तु अस्ति अतः तत् अपित् एव श श इति अतः अपित् अतः नित् इति भवति निति च इति सूत्रेण ततः गुणवृद्धि भवितुं न शक्यते तत् अवरोधमस्ति अवरोधमस्ति तर्हि प्रसक्तिः अस्ति गुणकार्यस्य श इति विकरणप्रत्ययस्य कारणेन प्रसक्तिः अस्ति गुणकार्यस्य परन्तु निति च इति सूत्रेण अवरोधः भवति खलु आं महोदय अतः रूपं किं भवति क्षिप् योगः अकारः योगः तिप् ति इति भवति क्षिपति मिलित्वा क्षिपति इति निष्पद्यते तत् उत्तमं क्षिप् धातु तुदादिगणे अस्ति तस्य रूपं भवति क्षिपति अस्तु कोऽपि प्रश्नः अस्ति वा कस्यापि सर्वे अवगच्छन्ति वा धन्यवादः अस्तु अग्रे गच्छामः धन्यवादः भानु महोदय श्रीराम महोदय धन्यवादः महोदय धन्यवादः श्रीराम गणेश अस्मि महोदय नमस्ते महोदय नमस्ते वृत् वृत् इति वादिगणे अस्ति एषः धातुः वर्तते इति अन्तिमरूपमस्ति अत्र वृत् इति अस्ति अत्र तिङ्क्षित् सार्वधातुकम् इति अस्ति किमर्थमित्युक्ते अत्र द्वादिगणे अस्ति विकरणप्रत्ययः शप् इति अनन्तरं लषक्वतद्धिते हलन्तस्य तस्य लोपः इति इत्ययैः सूत्रैः इक् सम्यकस्य लोपः भवति अनन्तरम् आ एव अवशिष्यते अत्र विकरणप्रत्यय अतः वृत् योगः आयोगः ति अत्र शप् इति प्रत्ययस्य प्रभावः अस्ति एव अतः तिङ्क्षित् सार्वधातुकम् इति सूत्रेण सार्वधातुकसंज्ञा अत्र अस्ति सार्वधातुक अर्धधातुकयोः इति सूत्रेण अत्र गुणकार्यं भवति किन्तु वृत् इति सूत्रे अर् ऋ इति उपदा अस्ति इत् इति वर्णस्य उपदा एव ऋ अस्ति अतः पुगन्तलघुपदस्य इति सूत्रेण ऋ अर् इति गुणस्य इति गुणपरिवर्तनम् अत्र भवति, अतः वृ वर् इति अस्ति, अनन्तरं वर् इत् योगः आयोगः ति वर्णमे मेलने वर्तते, ति नास्ति, ते आत्मनेपदीरूपम् अत्र अस्ति, अतः वर्तते इति अन्तिमरूपं सिद्ध्यति. आम् महोदय, उत्तमं. तर्हि अत्र ह्रस्व ऋकारः अस्ति उपधायाम्, अतः पुगन्तलघुपदस्य इति सूत्रेण गुणकार्यं भवति. वृत् तस्य वर्त् भवति, वर्त् योगः अयोगः ते वर्तते इति रूपं निष्पद्यते. अस्तु महोदय, धन्यवादः. धन्यवादः महोदय. अग्रे गच्छामः. सुमन् महोदय अस्ति खलु? आं महोदय. कुच् करोतु, भवादिगणे अस्ति. भवादिगणः वा? अस्तु. भवादिगणः प्रत्ययः अस्ति शप्, सो कुच् योगः शप् योगः ति भवति. लशकवर्तते हलन्त्यं द्वयोः सूत्रेभ्याम् अ एव अवशिष्यते. सो कुच् योगः अयोगः ति भवति. अत्र षित् अस्ति, अतः गुणः भवति. किमपि गुणस्य न करणीयम् इति श्लोकः न भवति. सो कुच् षित् अस्ति, सार्वधातुकम् अस्ति. पुगन्त लघु उपदस्य सूत्रेण उकारः गुणः भवति, अतः कोच् भवति. कोच् योगः अयोगः ति कोचति भवति. आम्, तर्हि अत्र गुणकार्यं भवति, यतोहि उपधायां लघु इकवर्णः अस्ति, भवादिगणे अस्ति, विकरणप्रत्ययः षित् अपि अस्ति, पित् अपि अस्ति, अतः कोऽपि बाधा नास्ति गुणकार्यस्य कृते. रूपं भवति कोचति. कोचति इत्युक्ते? कोचति इत्युक्ते महोदय प्रायः श्रिल् आवाज् अस्ति, श्रिल् ध्वनिः अस्ति खलु, श्रिल् क्राय, ध्वनिकरणं. अत्र पाठे कौटिल्य इति अर्थः अस्ति. कुछ कौटिल्य धातुपाठ. है साउंड. श्रिल् क्राय. श्रिल् क्राय. श्रीक् इव. श्रिल् श्रिल्. Shrill, shrill, shrill, shrill cry. What is the correct? To utter a shrill cry. Avagachati kalu? I'm. Astu, dhanyavad. Dhanyavad. Astu, agre gachha maha tari atra. Sumitra mahode asti kalu? Am mahode asmi. Agre karo tu ru. अस्तु. हृ इति द्वादिगणे अस्ति इति मन्ये, अतः विकरणप्रत्यये तु शप्. परस्मैपदिनः खलु महोदय? अपि च अस्तु, इदानीं परस्मैपदी इति स्वीकरोमि. अतः हृ योगः शप् योगः ति. शप् इत्यस्य हलन्तीम् इत्यनेन पकारः लशक्व अतद्धिते इत्यनेन शकारः गच्छति, अतः अ अवशिष्यते. हृ योगः अयोगः ति. अनन्तरं सार्वधातुक आर्धधातुकयोः इत्यनेन एगन्तस्य इकः गुणः भवति, अतः अर् आदेशः भवति, हरति इति रूपं निष्पन्नम्. आम्, अत्र इगन्तमङ्गम् अस्ति, अन्ते ऋकारः अस्ति, ऋकारः गुणकार्यं भूत्वा अर् भवति हरति उत्तमं हरति धन्यवादः कोऽपि अस्ति वा येन अधुना एकवारमपि न पठितम् प्रयत्नं करोमि अरुणा महोदय नमस्ते अग्रे करोतु क्रीड् क्रीड् भवादिगण एव आं भवादिगण क्रीड् प्लस् टि क्रीड् भवादिगण विकरणप्रत्यया शाप् क्रीड् योगा शाप् योगार्थि तिंशित् सार्वधातुसूत्रेण सार्वधातुकं क्रीड् तुदातिगण नास्ति किम् न महोदय क्रीड भवादिगण क्रीड् क्रीडति भवति खलु दीर्घ दीर्घ उपदा एकनिमिषं क्रीडति तुदादिगणे एव अस्ति महोदय क्रीडभवादिगणे एव अस्ति महोदय अस्तु धन्यवादः इदानीम् अवगतं धन्यवादः वदतु महोदय हलन्त्यं पकाराय षट्लशक्वत्तदिते सूत्रेण षकार आसीत् आ एव विशिष्यते क्रीड् आदि अत्र उपधा दीर्घ अस्ति ततः न गुणः भवति पुगन्तलघुपदस्य सूत्रेण क्रीडा सि रूपं भवत् महोदय अत्र उपधायाम् इकारः अस्ति खलु दीर्घ अस्ति न लघु नास्ति लघु नास्ति दीर्घ अस्ति लघु नास्ति अतः उगन्तलघुपदस्य सूत्रस्य कार्यं न भवति प्रसक्तिः न भवति उत्तमं क्रीडति इति तर्हि यद्यपि क्रीडधातु भ्वादिगणे अस्ति विकरणप्रत्ययः शिक्षित् अस्ति इप्पित् अस्ति परन्तु गुणकार्यं न भवति यतोहि उपधायां लघु एकवर्णः नास्ति दीर्घ एकवर्णः अस्तु धन्यवादः महोदय अग्रे कोऽपि अस्ति वा अधुना येन न पठितं मया न पठितं का महोदय पेनासुन्दरेशं पठति वा खलु आरम्भे एव पुगन्तलघुपदस्य करोति आरम्भे पठितं तदेव अस्तु नास्ति चेत् अग्रे गच्छामः अमित् महोदय आं महोदय गुज् करोतु गुज् भवादिगणे गुज् भवादिगणे परस्मैपदधातु अस्ति गुज् योग शप् योग ति हलन्त्यम् इत्यनेन पकारस्य इत्संज्ञा लशक्व तद्दिते इत्यनेन शकारस्य इत्संज्ञा तस्य लोप इत्यनेन उभयः लोपः गुज् योग अयोगति इति भवति अनन्तरं पुगन्तलघुपदस्य च इत्यनेन गुज् लघु उपदस्य गुणः भवति किं किमर्थम् इत्युक्ते शप् प्रत्ययस्य तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकं सार्वधातुकसंज्ञा भवति सार्वधातुक अर्धधातुकयोः इति निमित्तमस्ति पुगन्तलघुपदस्य च सूत्रस्य निमित्तम् अस्ति तर्हि सूत्रस्य प्रसक्तिः भवति गुज् अस्य गुणः भवति गोज् गोज् योग अयोगति वर्णमेलने गोजति इति तिङन्तपदरूपं सिद्धम् आम् सत्यं महोदय गोजति संशय भवति महोदय गुज् धातु गुञ्जति इति पदम् अन्तिमपदं किल गुञ्ज् गुञ्जति गोजति तत् भिन्नमस्ति महोदय गुञ्जति अपि अस्ति गोजति अपि अस्ति गोजति अपि अस्ति गोजति प्रति अर्थ समानमेव गुञ्ज् भिन्नधातु अस्ति खलु एकगुञ्जति भवति एकगुञ्जति भवति अर्थसमानमस्ति धातु भिन्नमस्ति अस्तु महोदय तत् वादिगण अपि तुदादिगण अपि द्वयमपि अस्ति वा तत् आमां गुज् तुदादिगणे अपि अस्ति तर्हि अमित् महोदय तुदादिगणे यत् गुज् अस्ति तस्य रूपं करोतु तुदादिगणे गुज् योग श योगति इति भवति लषकृतद्विते तस्य लोपेत्नेन शकार लोपः जातः गुज् योग अयोगति शकार अस्ति चेत् सार्वधातुकं संज्ञा भवति सार्वधातुकं संज्ञा भवति तथापि पित् पकार नास्ति इत्यनेन अपित् संज्ञा अपि भवति सार्वधातुकम् अपित् इत्यनेन अपित् प्रत्ययस्य नित्वत् गुण नित्वत् भवति तर्हि ङिति च इत्यनेन बाधा भवति गुणस्य तर्हि गुज् एव तिष्ठति गुज् योग अयोगति वर्णमेलने गुजति इति रूपं सिद्ध्यते रूपं गुजति अपि भवति वादिगणे अस्ति चेत् सुदादिगणे अस्ति चेत् गुजति भवति गुजति तर्हि सर्वदा सर्वे अवगच्छन्तु यत् एकधातु बहुषु गणेषु भवितुं शक्नोति तर्हि अस्य यथा अत्र गुज् धातु तुदादिगणे अपि अस्ति भ्वादिगणे अपि अस्ति तस्य प्रायः अर्थः भिन्नम् अस्ति इति तस्य वार्ता प्रायः तथा अस्ति अस्तु अग्रे महोदय किमर्थम् एक एव धातुः भिन्नभिन्न गणः किमर्थं मोस्ट्लि मया दृष्टमस्ति मोस्ट्लि तत् तस्य प्रायः अर्थभिन्नम् अस्ति सर्वदा न भिन्नम् अत्र तु गोजति गुजति द्वयं तु एकमेव अर्थं तु एकमेव अस्तु अग्रे आं महोदय कः अस्ति अग्रे लीना महोदय अस्ति खलु लीना दोषी लीना महोदय नास्ति वा पश्यति वा अस्मि अस्मि अग्रे करोति श्रुवादिगणे स्रवति इति रूपमस्ति श्रु शप् ति लषक्व तद्धिते हलन्त्यं तस्य लोपः इति सूत्रेण अ इति अवशिष्यते श्रु अ ति तत्पश्चात् तिंशित् सार्वधातुकम् इति सूत्रेण सार्वधातुकसंज्ञा भवति सार्वधातुकार्धधातुकयोः इति सूत्रेण गुणः भवति श्रो अ ति तत्पश्चात् एचो यवायाव इति सूत्रेण स्रव अति तत्पश्चात् स्रवति इति धातु रूपं भवति उत्तमं तर्हि स्रु अस्ति अन्ते उगन्त अस्ति वादिगणेश अस्ति अतः सार्वधातुकार्ध गुणकार्यं भूत्वा शो भव श्रो भवति एचो यवायाव इति सूत्रेण स्रवति इति भवति उत्तमम् महोदय अन्तिमद्वय सूत्रद्वयं पुनरेकवारं स्पष्टं करोतु महोदय अन्तिमद्वयम् इत्युक्ते तत्र गुणः कथं भवति तत् लीना महोदय भवती एव करोतु सार्वधातुक अर्धधातुकयोः इति सूत्रेण यदि इक् वर्णः धातौ अस्ति तर्हि नाम इ उ रु लु इति वर्णस्य ह्रस्व वा दीर्घ वा इति धातु अङ्गे अस्ति चेत् तस्य गुणः भवति. अत्र श्रु अस्ति तस्य गुणः भवति श्रो, उ इत्यस्य गुणः भवति ओ, अतः श्रो भवति. श्रो तत्पश्चात् अ तत्पश्चात् ति इति शिष्यते. अधुना ओ तत्पश्चात् अ अस्ति तर्हि एचो यवा यावः इति नूतनं सूत्रम् आगच्छति. तेन सूत्रेण ओ इति पदस्य अव भवति, अतः स्रवति. एचो यवायावः अधुना सन्धि कार्यं दर्शयति, अत्र वयं न कृतम् इति मन्ये. सन्धिकार्य एव आमां प्रायः जानाति खलु, यान्तवान्तसन्धि जानाति वा महोदय? श्रुतं महोदय. आं तर्हि सन्धिकमस्ति यत् यान्तवान्तसन्धि अथवा एचो एचो यवायावः सूत्रं वदति यत् यदि प्रथमशब्दस्य अन्ते एकारः ऐकारः ओकारः औकारः अस्ति वा, तदनन्तरं कोऽपि स्वरवर्णः अस्ति वा, तर्हि एकारस्य स्थाने ऐ, ऐकारस्य स्थाने आय, ओकारस्य स्थाने औ, औकारस्य स्थाने आव् इति भवति. तर्हि अत्र स्रो अस्ति खलु, तर्हि ओकारः अस्ति, ओकारस्य स्थाने औ भवति, स्रवति इति भवति. अस्तु, धन्यवादः महोदय. तर्हि अग्रे धन्यवादः. अग्रे मीना सुन्दरेशन् महोदय अस्ति खलु? अहमस्मि. कृष् कृष् जाति भवादिगणे महोदय. आं भवादिगणे करोतु. भवादिगणे कृष् प्रस् शब् ति लशकतत्तुदेशकारं लोपः पक हलन्त्यं लतस्य लोपः इति कारणात् आ एव अवशिष्यते. कृष् अ ति इति इत्युक्ते सार्वधातुक अर्धदयोः अर्धधातुकयोः एकः गुणः ऋकारं कृ ऋ इक् इक् अत्र अस्ति, तस्मात् कश् भवति इकः गुणः. कश्यति इति अन्तिम पदम् केन सूत्रेण महोदय? सार्वधातुक अर्धधातयोः इति सूत्रेण गुणः भवति न महोदय? आं सारि, पुगन्तस्य पुगन्तस्य लघुपदस्य गुणः भवति. सार्वधातुकार्धतुकयोः इति सूत्रेण न भवति, यतोहि तत् सूत्रं तु वदति इगन्तम् अङ्गम् अस्ति चेत् गुणं भवति. इगन्तान्तं चेत् एव महोदय. पुगन्त अन्तस्य पुगन्तलघुपदस्य सूत्रस्य पूर्ण अनुवृत्तिः सहित सूत्रं कृपया वदतु. अत्र अस्ति खलु महोदय, यदि भव तत् उपधायाम् अपि गुणः सूत्रसहिता दृष्टिः यदि करपत्रं भवति उद्घाटयति तत्र तस्य अस्ति खलु, पुगन्तस्य पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः. एकनिमिष, पुनः जानामि अनुवृत्तिः सहितसूत्रं विस्मृतवती, अतः पृच्छामि कुत्र अस्ति जलपुटे? जालपुटे अस्ति, करपत्रं टु अस्ति खलु, उपधायाम् तत्रैव अस्मि. तत्र एक अस्ति पूर्णसूत्रार्थः तुगन्तलघुपदस्य इति पूर्णसूत्रार्थः अस्ति, तत्र अन्ते अस्ति अनुवृत्तिसहितसूत्रं तुगन्तलघुपदस्य च अङ्गस्य एकः गुणः. पुगन्तलघुपदस्य च इत्येन सूत्रेण धातु अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः पूर्णसूत्रार्थः तिष्ठति खलु तत्र मध्ये अस्ति पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः अस्तु धन्यवादः आम् अस्तु तर्हि अग्रे गच्छामः कुत्र अस्ति मीना महोदय धन्यवादः तत्र किं रूपं भवति कर्षति कर्षति तर्हि महोदय क्रिस् धातु तुदादिगणे अपि अस्ति तुदादिगणे रूपं किं भवति कर्षति अत्र गुणः न भवति केन सूत्रेण सार्वधातुक सार्वधातुकम् अपित् इति कारणेन सार्वधातुकं ञित्वत् ञिति इति सूत्रेण इति सूत्रेण गुणः न भवति तर्हि सार्वधातुकम् अपित् इति सूत्रेण ञित्वत् भवति ञित्वत् भवति ततः ञिति च इति सूत्रेण वृद्धि गुण गुण इको वृद्धि गुणवृद्धिः न भवति अस्तु तर्हि किं भवति कृषति कृषति इति एव अवशिष्यते आम् अस्तु धन्यवादः महोदय तर्हि अग्रे को अस्ति रघुपति महोदय अस्ति खलु रघुपति आचार्य हा महोदय आम् मिल् मिल् तुदादिगणे अस्ति मिल् योग श योग तिप् षकारस्य पकारस्य लोपः भूत्वा इत्संज्ञा भूत्वा मिल् योग आयोग ति तिंशि सार्वधातुक अस्ति परन्तु मिल् मिल् योग आयोग ति अतः सार्वधातुकम् अपित् तिंशि सार्वधा सारि मिल् लघुपदस्य लघु इगन् लघु इग लघु इकारस्य गुणः भवितुम् अर्हति परन्तु अत्र अत्र अपित् अस्ति सार्वधातुक अपित् इति सूत्रेण गुणः न भवति अतः अन्तिमरूपमस्ति मिल् योग आयोगति मिलति महोदय सार्वधातुकम् अपित् इति सूत्रं केवलं वदति सार्वधातुकम् अपित् नित् परन्तु नित्च तत्तु नित्वत् भवति निति च सूत्रेण गुण अथवा वृद्धिः न भवति अतः अपित् सार्वधातुकम् अपित् नित्वत् कार्यं करोति अतः गुणः न भवति अन्तिमरूपं सिद्ध्यते मिलति अस्तु तर्हि अत्र अपि तुदादिगणे अस्ति अतः पुगन्तलघुपदस्य सूत्रस्य प्रसक्तिः अस्ति तथापि गुणं न भवति अस्ति अस्ति अस्ति तस्य अस्ति शीत् अस्ति अतः प्रसक्तिः अस्ति आम् परन्तु अपित् अपि अस्ति अतः कार्यं न अपित् कार्यं न भवति भुवादिगणे अपि अस्ति महोदय किं मिल् दातु प्रायः नास्ति महोदय अहं तु मिलति इति न शृणोमि नास्ति केवल तुदादिगणे एव अस्ति अस्तु धन्यवादः महोदय तर्हि अग्रे विजि महोदय अस्ति खलु अस्मि महोदय भवादिगणे स्मरति स्मरति स्मृ योगः षप् कर्णप्रत्ययः ति लट्लकार रूपं स्मरति लशक्वादिदत्ते हलन्त्यं तस्य लोपः इति सूत्रैः लोपः भवति इस् अपि च इप् अ इति विकरणप्रत्ययः, स्मृ योगः अ योगः ति, तिङ् सिक् सार्वधातुकम् इति सूत्रेण सार्वधातुकसंज्ञः भवति. अनन्तरं सार्वधातुक अर्थधातुकयोगो इति सूत्रेण इगन्धधातौ इक् इकः गुणकार्यं भवेत्. अत्र तु ऋ इति अन्तिमवर्णः, ऋ अन्तिमवर्णस्य गुणवर्णः अर् सिस् स्म प्लस् अर् प्लस् ति स्मरति, स्मरति इति अन्तिमरूपं भवति. अस्ति अस्ति स्मरति इति अन्तिमरूपं. धन्यवादः. एका चर्चा अस्ति, प्रायः सर्वे जानन्ति एव, अत्र यत् ऋकारः अस्ति तस्य गुणवर्णम् अस्ति अ, ऋकारस्य गुणवर्णम् अस्ति अ, यतोहि वयं जानीमः खलु यत् अदेङ्गुणः इति सूत्रेण गुणवर्णाः तु केवलम् अ ए ओ, तर्हि ऋकारस्य सामान्य गुणवर्णम् अस्ति अ, परन्तु एकसूत्रमस्ति वदति यत् यदा यदा ऋकारस्य स्थाने कोऽपि स्वरवर्णः आगच्छति, अण्वर्णः आगच्छति, तत् सर्वदा तत्पश्चात् रेफः अपि आगच्छति एव. अतः गुणवर्णं यद्यपि ओकारः अस्ति, परन्तु उरण् रपरः इति सूत्रेण अर् भवति. अतः मिलित्वा यदा ऋकारस्य स्थाने गुणं भवति तत् अर् आगच्छति इति वार्ता अस्ति, सम्पूर्णवार्ता. धन्यवादः. अर् इति दृश्यते, अर् इति दृश्यते नितरां अर्दृश्यते. धन्यवादः महोदय. स्मरति इति अन्तिमरूपं भवति. धन्यवादः महोदय. अभ्यासः समाप्तः. कोऽपि प्रश्नः अस्ति वा अत्र? कोऽपि क्लेशः, कोऽपि सूत्रं न जानाति कोऽपि? अस्तु, नास्ति चेत् अग्रे गच्छामः. नूतनकरपत्रमस्ति, चतुर्थकरपत्रं. केषु गणेषु गुणः सम्भवति धात्वङ्गे? कृपया तत् उद्घाटयन्तु. केषु गणेषु गुणः सम्भवति धात्वङ्गे? अस्तु, मलार् महोदय अस्ति खलु, मलार् महोदय. मलार् महोदय नास्ति. मलर् इति नाम, मलर् तस्याः मलार् न. भवती एव पठतु, पठतु. महोदय, मगर् महोदय, गच्छति वा? अस्तु, भानुचैतन्यमहोदय अस्ति खलु? आं महोदय. भवान् पठतु कृपया. केषु गणेषु, केषु गणेषु गुणः सम्भवति धात्वङ्गे? एतावता अस्माभिः दृष्टं यत् भ्वादिगणे चुरादिगणे च गुणकार्यं सम्भवति यथा सङ्गमम् सङ्गम्. सुदादिगणे गुणः नार्हः इत्यपि दृष्टम्. अपरेषु गणेषु का गतिः? तेषु गुणः अर्हः चेत् किमर्थं, नार्हः चेत् किमर्थम् इत्यपि प्रश्नः उदेति. तत्र स्थितिः कीदृशी इति अवलोकयामः. नाम आहत्य सर्वदशगणान् मनसि निधाय किं वक्तुं शक्येत? प्रथमबिन्दु अपि महोदय. प्रथमतया गुणः सम्भवति न वा इत्यनेन धातौ गुणः सम्भवति न वा इति अत्र आशयः. तिङन्तपदे भागत्रयं वर्तते, धातुः, विकरणप्रत्ययः, तिङ्प्रत्ययः च. केषुचित् गणेषु विकरणप्रत्यये अपि गुणः सम्भवति. शक्नु शक्नोति इति निष्पन्नः. इदम् अग्रे अपरस्मिन् पाठे परिशीलयाम. अधुना केवलं धात्वङ्गे गुणः कुत्र कुत्र सम्भवति इति प्रश्नः. तावत् महोदय. आशयं किम्? द्वादिगणे चुरादिगणे चुरादिगणे दोषमस्ति तत्र. तुदादिगणे चुरादिगणे गुणकार्यमस्ति. तुदादिगणे तु गुणः नास्ति. चुरादिगणे चुरादिगणे अस्माभिः नास्ति, परन्तु पठितं नास्ति. शप् प्रत्यय शप् प्रत्यय चुरादिगणे अपि शप् अस्ति, अतः गुणं भवति. महोदय, गणेषु तु तिङ् प्रत्यय एव अस्ति खलु. सो सो गुणस्य प्रसक्तिः सर्वेषु गुणेषु अस्ति, गणेषु अस्ति. आमां, तदेव अस्माभिः अद्य अधुना वयं द्रक्ष्यामः. अग्रे अस्ति. अस्तु भानु महोदय, आशयं किं? प्रथमबिन्दोः आशयं किं महोदय? सर्वेषु गणेषु गुणः अस्ति वा न वा इति दर्शनीयं. तत्र वयं दृष्टवान् भ्वादिगणः वा चुरादिगणः वा तत्र गुणः अस्ति, किन्तु तुदादिगणः तु नास्ति इति च इति सूत्रेण वयं पूर्वं दृष्टम्. अपरेषु गणेषु किं भवति इति वया द्रष्टव्यमेव. अदादिगुणः वा जुहोत्यादिगुणः गणः इत्यादि किं करणीयं तत्र. प्रथमतया गुणः सम्भवति न वा इत्यनेन धातो गुणः सम्भवति न वा. गुणः सम्भवति इति अर्थं किं? धातौ गुणः सम्भवति वा. तत्र विकर्णप्रत्ययः गुणः सम्भवति इति न परिशीलयामः, तत् तदनन्तरम्. अत्र तु केवलं धातौ गुणः सम्भवति वा न वा इति परिशीलयामः. केषुचित् केषुचित् स्थलेषु विकरणप्रत्यये एव विकरणप्रत्यये अपि गुणकार्यं भवितुं शक्नोति. यथा अत्र उदाहरणमस्ति, शक् शक् धातुः अस्ति, शक् धातुः अस्ति, स्वादिगणे अस्ति, अतः शक्नो शक्नु शक्नु इति नु इति विकरणपदमस्ति, तत् शक्नु इति भवति. तत् शक्नु इति पदस्य अपि गुणकार्यं भवितुं शक्नोति, शक्नोति इति भवति. परन्तु अधुना केवलं धातुमध्ये गुणम् अथवा भवति वा अथवा न भवति इति चर्चा भवति. तर्हि विकरणप्रत्ययस्य कारणेन धातुमध्ये कुत्र कुत्र गुणं भवति, कुत्र कुत्र गुणं न भवति इति अस्य करपत्रस्य चर्चा अस्ति इति प्रथमबिन्दोः आशयम्. अस्तु महोदय, अग्रे अपि पठतु द्वितीयबिन्दु. महोदय, एकः प्रश्नः अस्ति. प्रथमवाक्ये यथासङ्गम् इति शब्दस्य अर्थः कः? एज़ रिक्वायर्ड्. यथासङ्गम् कः अन्वयः? अन्वयः तत्र अत्र तु प्रायः अव्ययपदसंज्ञा इट्स् अ सिङ्गल् वर्ड् यथासङ्गम् इस् अ सिङ्गल् वर्ड् आमां यथा यथासङ्गं तस्य प्रायः अव्ययीभावसमासः अस्ति इति मन्ये परन्तु सिङ्गल् वर्ड् न यथा शक्यं सामासिकपदमस्ति तद् सङ्गम् इति द्वितीयपदं सङ्गम् अनुवृत्य इति तस्य विग्रहः समासे सङ्ग इस् कनेक्षन् ओके सो एज़ रिक्वायर्ड् एज़ रेलेवेंट एज़ रेलेवेंट एज़ रिक्वायर्ड ओके ओके एज़ नीडेड थैंक यू धन्यवाद भानु महोदय द्वितीयबिन्दु अपि करोतु सूत्र सूत्रद्वयेन एव गुणः सिद्धः इति पूर्वमेव ज्ञातम् अस्माभिः सार्वधातुकार्धधातुकयोः उगन्तलघुपदस्य च इति अनुवृत्तिसहितसूत्रे द्वयोः अपि सार्वधातुकार्धधातुकयोः इति पदम् आगच्छति सार्वधातुकार्धधातुकयोः इति सूत्रस्य तात्पर्यं सार्वधातुकार्धधातुकयोः परयोः इगन्तस्य अङ्गस्य इकः गुणः स्यात् उगन्तलघुपदस्य च इति सूत्रस्य तात्पर्यं सार्वधातुकार्धधातुकयोः परयोः पुगन्तस्य लघुपदस्य च अङ्गस्य इकः गुणः स्यात् तावदेव महोदय समापयतु अग्रे अस्ति तर्हि द्वयोः सूत्रयोः सार्वधातुकार्धधातुकयोः इति पदं भवति नाम अङ्गम् इगन्तं चेदपि अङ्गस्य उपधायां ह्रस्व इक् वर्णः चेद् अपि गुणः तदा सम्भवति यदा सार्वधातुकप्रत्ययः वा आर्धधातुकप्रत्ययः वा परे अस्ति अतः सार्वधातुकसंज्ञा आर्धधातुकसंज्ञा इति संज्ञाद्वयं सम्यक्तया अवगन्तव्यम् इदं संज्ञाद्वयं सम्प्रति पश्याम अस्तु किमर्थम् सूत्रद्वयं वयं दृष्टवन्तः सार्वधातुक आर्धधातुकयोः अपरं पुगन्तलघुपदस्य च इति तद् अर्थं किम् इति तत्र अवदत् सार्वधातुक आर्धधातुकयोः परयोः इगन्तः अस्ति चेत् तत् अङ्गः धातु अङ्गः गुणः भवति पुगन्त अपरं पुगन्तलघुपदस्य च सूत्रमपि अस्ति तत्र धातोः उपदा लघु भवति चेत् तदपि गुणः भवति इति सूत्रद्वयं ह्रस्व एकवर्ण तर्हि मुख्यबिन्दु कः तस्ता महोदय मुख्यबिन्दु कः अस्य कथनस्य मुख्यबिन्दु कः what's the main point of this second सूत्रद्वयमस्ति स्थाने सार्वधातुक अर्धधातुकयोः इति निमित्त अस्ति स्वरनिमित्त तर्हि सार्वधातुकं संज्ञा अर्धधातुकं संज्ञा अपि ज्ञातव्यम् अस्माभिः इति मुख्यबिन्दु अस्माभिः पठितं यत् गुणकार्यस्य कृते द्वे सूत्रे स्तः सार्वधातुकार्धधातुकयोः पुगन्तलघुपदस्य च उभयोः सूत्रयोः अनुवृत्तिरूपेण अथवा साक्षात् रूपेण सार्वधातुक आर्धधातुकयोः इति आगच्छति नाम गुणस्य कृते निमित्तं मुख्यनिमित्तम् अस्ति अग्रे प्रत्ययः सार्वधातुकं भवेत् अथवा आर्धधातुकं भवेत् तर्हि प्रथमं तु गुणकार्य कुत्र भवति इति ज्ञातुम् अस्माभिः ज्ञातव्यं यत् कुत्र सार्वधातुकं भवति अथवा कुत्र आर्धधातुकं भवति यदि सार्वधातुकम् आर्धधातुकम् एव नास्ति तर्हि गुणस्य कोऽपि निमित्तम् अस्ति, कोऽपि किमपि निमित्तमेव नास्ति, अतः गुणस्य चर्चा एव न भवति इति प्रथमं तु वयम् अधुना प्रक्ष्यामः यत् सार्वधातुकसंज्ञा का अस्ति, आर्धातुकसंज्ञा का अस्ति इति. अस्तु, धन्यवादः महोदय. महोदय, बिन्दु इत्युक्ते किं महोदय? पायिण्ट्. भवान् बिन्दु इति पायिण्ट्, बिन्दु इत्युक्ते पायिण्ट्, मेन् पायिण्ट्. तर्हि अत्र प्रथमबिन्दु इति फस्ट् पायिण्ट्, द्वितीयबिन्दु सेकेण्ड् पायिण्ट्. अहो, अस्तु, धन्यवादः. तर्हि अग्रे अस्ति श्रीराम महोदय. आं महोदय, तृतीयबिन्दु, तृतीयबिन्दु अत्र सार्वधातुकसंज्ञा का इति पूर्वमेव दृष्टम्. तिंशित् सार्वधातुकम् इति सूत्रेण यः प्रत्ययः तिङ् वा षित् वा अस्ति तस्य प्रत्ययस्य सार्वधातुकसंज्ञा भवति. भवति, भवतः, भवन्ति इत्यादिषु रूपेषु तीतः अन्ति इति तिङ्प्रत्ययाः. यस्मिन् प्रत्यये शकारः इत् सम्यकवर्णः अस्ति सः षित्. आर्धधातुकसंज्ञा का इति एतावता न उक्तम्. वस्तुतः अतिसरलम् अस्ति सूत्रम्. आर्धधातुकं क्षेपः शेषः. धातुभ्यः ये प्रत्ययाः विहिताः तेषां सर्वेषां प्रत्ययानां सार्वधातुकसंज्ञा अथवा अर्धधातुकसंज्ञा भवति. अतः ये ये प्रत्ययाः धातोः परे सन्ति ते सर्वधातुकसंज्ञा संज्ञाकाः न सन्ति चेत् अवश्यम् अर्धधातुकसंज्ञकाः सन्ति एव. आर्धधातुकं शेषः इति सूत्रेण अयमेव सन्देशः. धातोः अनन्तरं यः प्रत्ययः सः सार्वधातुकः नास्ति चेत् अर्धधातुक अर्धधातुकः अस्ति एव. अत्र महोदय तिंशित् सार्वधातुकम् इति अस्ति. अनन्तरं तेन सूत्रेण यत्र तिङ् प्रत्ययः अस्ति अथवा षित् प्रत्ययः अस्ति सार्वधातुकसंज्ञा अत्र भवति. सार्वधातुकसंज्ञा नास्ति चेत् अर्धधातुकसंज्ञा अत्र भवति. सूत्रमपि अत्र लिखितम् अर्धधातुकं शेषः. यत् तिङ् वा षित् वा नास्ति, सार्वधातुकसंज्ञा अत्र नास्ति चेत् ते सर्वे अर्धधातुकसंज्ञा प्राप्नोति. किमर्थमित्युक्ते अर्धधातुकं शेषः इति सूत्रेण तदेव अत्र दत्तम्. अर्धधातुक सार्वधातुकं नास्ति चेत् अर्धधातुकं भवेत् इति. तर्हि धातोः अनन्तरं यः प्रत्ययः आगच्छति तत् सार्वधातुकम् अस्ति, नो चेत् आरोधातुकम् अस्ति. यदि प्रत्ययः तिङ् अस्ति अथवा षित् अस्ति तत् सार्वधातुकम् अस्ति. यदि तिङ् अपि नास्ति षित् अपि नास्ति तर्हि सर्वदा आर्धातुकम् अस्ति इति चिन्तनम् अस्ति. अस्तु, अस्तु, धन्य. अग्रे एकनिमिषम्. अस्तु, अग्रे धन्यवादः महोदय. अत्र अन्य के प्रत्ययः सन्ति तिङ्क्षि सारी तिगन् तिङ् प्रत्यय भजयित्वा अन्य के के संज्ञा प्रत्ययः सन्ति? कृदन्तप्रत्ययाः सन्ति. हा, कृदन्तप्रत्ययः. ओके ओके. तत्र तिङ् अपि यतोहि फार् एक्साम्पल् अस्ति तुमुन्. तुमुन् जानाति वा? हा, जानामि. कृदन्तप्रत्ययः तद् कृदन्तप्रत्यये सर्वे कृदन्तप्रत्ययाः सार्वधातुका न सन्ति इति न खलु शत्रुप्रत्यय अस्ति खलु शत्रुप्रत्यय शत्रुशानच् अपि कृदन्तः सन्ति परन्तु सार्वधातुकं सन्ति यत् शित् अस्ति खलु शकारमस्ति परन्तु तुमुन् अस्ति तुमुन् प्रत्ययः धातोतः धातुतः आगच्छति परन्तु तिङ् अपि नास्ति शित् अपि नास्ति अतः आर्धातुकं प्रत्ययः अस्ति तव तु प्रत्ययः अस्ति बहूनि भव प्रत्ययः अस्तु महोदय आर्धधातुकं शेषः अपि संज्ञा सूत्रं वा आम् अस्तु अस्तु तर्हि अग्रे अस्ति अग्रे कः अस्ति सुमित्रा महोदय अस्ति खलु आं महोदय चतुर्थबिन्दुपठ आम् विकरणप्रत्ययाः धातोः परे सन्ति अतः सर्वे विकरणप्रत्ययाः सार्वधातुकसंज्ञकाः अथवा आर्धधातुकसंज्ञकाः धातुगणम् अनुसृत्य विकरणप्रत्ययाः प्रथमं वादिगणे शप् अदादिगणे नास्ति इत्युक्ते शपः लुक् नाम लोपः जुहोत्यादिगणे नास्ति शपः श्लु नाम लोपः दिवादिगणे श्यन् स्वादिगणे श्नु तुदादिगणे श रुधादिगणे श्नम् तनादिगणे उ क्रयादिगणे श्ना चुरादिगणे शप् अधुना प्रत्येकं विकरणप्रत्ययः कीदृशः इति परिशीलयामः पठतु अग्रे पठतु यत्र यत्र प्रत्यये इत् सम्यकः शकारः वर्तते तत्र तत्र सार्वधातुकसंज्ञा भवति किमर्थम् इति चेत् तिंशित् सार्वधातुकम् इति सूत्रेण यः प्रत्ययः षित् तस्य सार्वधातुकसंज्ञा भवति यः विकरणप्रत्ययः सार्वधातुकसंज्ञकः नास्ति सः आर्धधातुकसंज्ञकः अस्ति एव अग्रे पठनात् पूर्वम् एकैकस्य विकरणप्रत्ययस्य स्वभावः कः इति उच्चार्यतां सार्वधातुकसंज्ञकः वा आर्धधातुकसंज्ञकः वा इति प्रत्येकधातूनां परे विकर्णप्रत्ययः सन्ति एव विकर्णप्रत्ययः सार्वधातुकं वा आर्धधातुकं वा इति वयं ज्ञातुं शक्नुमः आवश्यकता अस्ति तत्र अतः विकर्णप्रत्ययः तु वादिगणे शप् अदादिगणे नास्ति तत्र इत्युक्ते लोपः लुक् भवति शपस्य लुक् भवति ज्योत्यादिगणे अपि श्लु एव दिवादिगणे श्यन् स्वादिगणे श्नु तुदादिगणे श रुधादिगणे श्नम् तनादिगणे उ क्रयादिगणे श्ना चुरादिगणे शप् इति विकर्णप्रत्ययस्य नाम तत्र दत्तम् आसीत् अधुना कीदृशः विकर्णप्रत्ययः इति प्रत्येकस्य विकर्णप्रत्ययः कीदृशः तत् स्वभावः कः इति अपि ज्ञातुं शक्नुमः इत्युक्ते आवश्यकता अस्ति तत्र वयं पूर्वमेव दृष्टवन्तः तिंशित् सार्वधातुकम् इति सार्वधातुकम् इत्युक्ते तिङ् अथवा षित् न इत्युक्ते तिङ् अथवा षित् न इत्युक्ते आर्धधातुकसंज्ञकः इति अर्थः विकरणप्रत्ययस्य अग्रे स्वभावः कः इति दत्तमस्ति शप् इति षित् अस्ति अपि तु पित् अतः सार्वधातुकम् एव अस्तु षित् इति कारणात् तदनन्तरं ज्योत्यादि अदादिगणे तु नास्ति दिवादिगणे श्यन् अस्ति तद् अस्ति वा सार्वधातुकार्धातुक आं महोदय सार्वधातुकमेव खलु किमर्थं षित् अस्ति इति कारणात् आम् षित् अस्ति तत्र शकारः षित् अस्ति अतः आम् दिवादिगणे यत् श्यन् अस्ति विकरणप्रत्ययः तदपि सार्वधातुक अस्ति. सार्वधातुकम् अपि तु स्वादि स्वादिगणे अस्ति वा? श्नु इति शित् अस्ति खलु. आम्. तुदादिगणे शकारः अस्ति एव. रुधादिगणे अस्ति श्नम् शकारः अस्ति. प्रणादिगणे न उकारः एव तिष्ठति. तर्हि कीदृशमस्ति इत्युक्ते आर्धधातुकम् इति. क्रयादिगणे सार्वधातुकम्. चुरादिगणे सार्वधातुकम् एव. तर्हि आहत्य तनादिगणे अदादिगणे जुहोत्यादिगणे इति नास्ति. अन्यत्र सर्वे सार्वधातुक. महोदय अत्र अदादिगणे ज्योत्यादिगणे शप अस्ति नाम लोपः इति. अत्र शप अस्ति इति लिखितं. वस्तुतः शप लुक् भवत् शप लुक् या शप श्लु शप अस्ति वा न वा? मूलतः अस्ति. स्टार्टिङ्ग् मध्ये आगच्छति, आरम्भे आगच्छति, परन्तु तस्य लुक् नाम एक लुक् अथवा श्लु भवति. लुक् अथवा श्लु एक लोपस्य प्रकारः अस्ति. तेषां लोपः भवति. शप शप तस्य लोपः अतः पूर्णतया लोपः भवति. अतः कोऽपि विकरणप्रत्ययः वस्तुतः नास्ति. एषा वार्ता अस्ति अत्र. तर्हि आहत्य अस्माभिः अधुना किं कृतम्? अस्माभिः अभ्यासः कृतम्. कुत्र कुत्र अभ्यासः कुत्र कुत्र गुणकार्यं भवति, कुत्र कुत्र न भवति इति अभ्यासरूपेण अस्माभिः दृष्टं. तदनन्तरम् अधुना वयं जानीमः यत् भवादिगणे गुणकार्यं भवति, तुदादिगणे गुणकार्यं न भवति. परन्तु अन्येषु गणेषु स्थितिः का इति अस्माभिः द्रष्टव्या. तर्हि इदानीं पर्यन्तं वयं जानीमः यत् ध्वादिगण, दिवादिगण, स्वादिगण, तुदादिगण, रुधादिगण, क्रयादिगण, चुरादिगण एषु गणेषु यत् विकरणप्रत्ययः आगच्छति तत् षित् अस्ति, अतः सार्वधातुकम् अस्ति. परन्तु तनादिगणे उ अस्ति, उ षित् नास्ति, अतः आर्धातुकम् अस्ति. अदादिगणे जुहोत्यादिगणे तु विकरणप्रत्ययः नास्ति एव, अतः चर्चा एव नास्ति इति इदानीं पर्यन्तम् अस्माभिः पठितं. तर्हि अग्रे अतः यदा अधुना वयं जानीमः आर्धातुकम् आर्धसार्वधातुकं वा आर्धातुकं वा, गुणकार्यं कुत्र भवति कुत्र न भवति इति वयं अग्रिमवर्गे वयं द्रक्ष्यामः. तर्हि कोऽपि प्रश्नः अस्ति वा अधुना? संशयः अस्ति. किञ्चित् सार्वधातुकं तस्मिन् सूत्रे तिन् वा षित् तिन् प्रत्यय वा षित् प्रत्यय वा सार्वधातुकं, नो चेत् तिन् प्रत्यय षित् प्रत्यय च सार्वधातुकं कथं पठनीयं? तिङ् प्रत्ययः वा षित् प्रत्ययः वा? अत्र तु सर्वे तिङ् प्रत्ययः खलु? सर्वे तिङ् प्रत्ययः सार्वधातुकं सन्ति. सर्वे षित् प्रत्ययः सार्वधातुकं सन्ति. अस्तु, अत्र दशेषु गुणेषु गणेषु क्षम्यतां तिङ् प्रत्यय एव खलु, अतः सार्वधातुकमेव. तिङ् प्रत्ययः सार्वधातुकम् अस्ति. अत्र चर्चा अस्ति विकरणप्रत्ययः सार्वधातुकम् अस्ति न वा? ओ अस्तु. तर्हि त्रयः भागाः सन्ति खलु, धातु, विकरणप्रत्ययः, तिङ् प्रत्ययः. तर्हि अत्र विकरणप्रत्ययः धातुतः साक्षात् आगच्छति, अतः धातुमध्ये गुणं भवति अथवा न भवति इति तु विकरणप्रत्ययस्य विकरणप्रत्ययेन ज्ञातुं शक्नुमः खलु. तिङ् तु अनन्तरम् आगच्छति. तिङ् प्रत्ययस्य इफेक्ट् नास्ति वा गुणः करणीयम् इति? अन्यत्र स्थाने अस्ति, परन्तु धातुमध्ये गुणं भवति अथवा न भवति इति तु विकरणप्रत्ययस्य कार्यमस्ति, कार्यक्षेत्रमस्ति, यतोहि धातुतः साक्षात् विकरणप्रत्ययः अस्ति खलु. धातुतः साक्षात् प्रत्ययः कः अस्ति, तेन गुणं भवति अथवा न भवति. अस्तु महोदय, मम एकः प्रश्नः अस्ति. आम्, लोप इत्युक्ते अदर्शनं न तु अपगतम् इति अस्माभिः पठितम् अस्ति. तर्हि अदादिगणे ज्योत्यादिगणे शप् अस्ति, तस्य लोपः भवति. तर्हि शप् अस्ति इति कारणे कारणात् तस्य धातोः गुणं भवति अथवा न वा इति वा? हा, गुणस्य प्रसक्तिः अस्ति वा? भवतः प्रश्ने यत् अस्ति तत् बहु उत्तमम् अस्ति, तत् बहु पर्टिनेण्ट् अपि अस्ति. परन्तु यत् भवता येन उक्तं तत् सत्यमस्ति यत् प्रत्ययस्य लोपः यदा भवति तत् तदा केवलम् अदर्शनं भवति, परन्तु लक्षणं तु भवति. अतः भवान् पृच्छति शपः नास्ति परन्तु लक्षणम् अस्ति इति कारणेन गुणः तु भवेत्. सार्वधातुकम् सार्वधातुकम् अस्ति इति अस्ति न अस्ति, परन्तु अत्र लिखितमस्ति खलु, अत्र सामान्यलोपः नास्ति, अत्र शपः लुक् भवति. शपः अदादिगणे, जुहोत्यादिगणे शपः श्लू भवति. तर्हि लुक् अस्ति चेत्, श्लू अस्ति चेत् अत्र सामान्यलोपः नास्ति, विशेषलोपः अस्ति. तत्र अग्रे वयं यदा अदादिगण जुहोत्यादिगणस्य कार्यं यदि द्रक्ष्यामः तर्हि प्रथमरूपेण एव वयं द्रक्ष्यामः यत् श्लू तस्य अर्थः किं, लुक् तस्य अर्थः किं. तर्हि आहत्य संक्षेपे अहं वदामि, यदा लुक् अस्ति अथवा श्लू अस्ति तदा यत् लोपः भवति तत् लोपः केवलम् अदर्शनं न परन्तु लक्षणम् अपि प्रत्ययस्य न भवति. अस्तु, तर्हि शप् तस्य केवलम् अदर्शनं न भवति परन्तु लक्षणमपि लक्षणमपि पित् इति वर्तते. पित् अपित् इति वदामः, अपित् इति वदामः, पित् अदर्शनं नयि, लोपः पूर्णलोपः भवति. तद्वत् पित् अपि तेन तस्य तु कोऽपि सम्बन्धः नास्ति, अत्र श्लू अथवा लुक् अस्ति. तादृशं लुक् इति पूर्णलोपः भवति वा? आमां, लुक् अस्ति वा अथवा श्लू अस्ति वा पूर्णलोपः. लुक् लुक् श्लू योः को भेद इति अग्रे पठामः. आम्, केषु केचन केचन सूत्राः केवलं श्लू अस्ति चेत् कार्यं कुर्वन्ति अथवा केचन लुक् अस्ति कार्यं कुर्वन्ति. अस्तु, धन्यवादः महोदय. अस्तु अस्तु, तर्हि विरमामहे. धन्यवादः, शुभरात्रिः. धन्यवादः, धन्यवादः.